नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्। लुट् लकारः इति पाठः प्रवर्तमानः, तत्र चर्चा जाता खलु प्राचीनानां मतं नूतनानां मतम् इति। स्थलद्वये दोषे सति सर्वत्र समीकरणीयम् इति पाठः वयं दृष्टवन्तः, भागः एव गतसप्ताहे चर्चितवन्तः। तत्र इत्संज्ञावत्त्वम् अनुबन्धत्वम्, इत्संज्ञायोग्यत्वम् अनुबन्धत्वम् इति तत्र भागद्वयम् आसीत्। तत्र वयं नवीनानां मतं किं, प्राचीनानां मतं किम् इति दृष्टवन्तः। प्राचीनानां मतं तु इत्संज्ञावत्त्वम् अनुबन्धत्वम् इति आसीत्, नवीनानां मतं तु इत्संज्ञायोग्यत्वम् एव अनुबन्धत्वम्। यदि प्राचीनानां मतं स्वीकुर्मः चेत् तत्र स्थलद्वये तत्र क्लेशः अनुभूतः, अतः तेन उक्तं यत् वयं किञ्चित् मध्यमार्गः यत्र यत्र इत्संज्ञायोग्यत्वम् अस्ति तद् अपि स्वीकर्तुं शक्यते, यत्र दोषः भवति इति प्रश्लेषः इत्यपि तेन उक्तम् एव आसीत् खलु। आम्, परन्तु तत्र किम् आसीत् आपत्तिः इत्युक्ते, तत्र वयं तु जानीमः सूत्राणां लक्षणं सर्वत्र समानरीत्या भवेत्, विश्वतोमुखं सारवत् अल्पाक्षरं विसन्दिग्धं सारवत् विश्वतोमुखम् अस्तोभम् अनवद्यं च सूत्रं सूत्रविदौ विदुः। विश्वतोमुखं भवेत्, सार्वत्रिकं भवेत्, कुत्रचित् इत्संज्ञावत्त्वं कुत्रचित् इत्संज्ञा योग्यत्वम् इति स्वीकुर्मः चेत् तत् लक्षणस्य विरुद्धः इति आक्षेपः आसीत्, तस्य एव समाधानं पठामः। अस्तु, एवमेव महोदय, एवमेव अनेकाल्त्वात् सूत्रप्रवृत्तिः इति चेत् तस्मात् पठति वा? एवमेव यावत् दातु तदेव खलु, एकनिमिषः। एवमेव अनेकाल्त्वात् सूत्रप्रवृत्ति, तत् पठितं गतसप्ताहे, परन्तु एकवारं पुनः पठित्वा तत् विषयः समापयामः तस्मिन् विषये। एकनिमिषः, हा अस्तु, एवमेव अत्र स्थलद्वये अस्ति एवमेव इति, तत्र फोर्थ् पाराग्राफ् भगिनि, चतुर्थ एवमेव परिचय बहुत्र अनेकाल सर्वादेशः तत्र अनन्तरं खलु। आम्, एवमेव अनेकाल्त्वात् न शक्यते, तत्र संश्लेषः इति निर्देशः क्रियते। एवमेव अनेकालत्वात् सूत्रप्रवृत्तिः इति चेत् बहुत्र इत्संज्ञावत्त्वम् इत्यनेन अनेकालत्वं जायते, किन्तु क्वचित् प्रश्लेषेण अनेकालत्वं साधनीयं चेत् तर्हि तद् अकृत्वा सर्वत्रैव प्रश्लेषः भवतु, नो चेत् कुत्रचित् एकरीत्या अन्यत्र अन्यरीत्या, एकत्र प्रत्ययसिद्धसिद्धि अनन्तरमेव इत्संज्ञां कृत्वा अनुबन्धत्वम्, अन्यत्र इत्संज्ञा योग्यत्वेन अनुबन्धत्वम् इति चेत् अनुबन्धत्वे लक्षणदोषः जायते। अनुबन्धत्वं नाम किम् इत्यस्य कृते अनुगतम् एकं लक्षणम् इत्यस्य कृते अनुगतम् एकं लक्षणं न भवति, अस्तु एकं लक्षणं न भवति। प्रश्न उदेति कुत्र इत्संज्ञकत्वम् अनुबन्धत्वं, कुत्र इत्संज्ञायोग्यत्वम् अनुबन्धत्वम् इति, तदा इत्संज्ञयोग्यत्वेन क्रियते चेत् लक्षणदोषः न भवति, लक्षणदोषः निवार्यते इति। तत्र अनुबन्धत्वम् इति इत्यस्य लक्षण तत्र सर्वत्र भवेत् खलु, तत्र किमस्ति, तत्र न्याय अस्ति खलु न्यायभाषायां पर्जन्यवत् लक्षण अनुबन्धत्वस्य वा लक्षणस्य अनुबन्धत्वस्य अनुबन्धत्वस्य अनुबन्धत्वस्य तत्र लक्षणं खलु, तत्र किमस्ति, तत्र सर्वेषु भवेत् खलु इति, अव्याप्ति अतिव्याप्ति असम्भवदोषरहितः, आम् तद् न भवति लक्षणं, तादृशं न भवति इत्युक्ते कुत्रचित् इत्संज्ञकत्वं भवति, कुत्रचित् अत्र इत्संज्ञयोग्यत्वं भवति, तत्र अनुबन्धत्वम् इति, तत्र भिन्नरीत्या भवति, अत्र लक्षणं समीचीनं न भवति, अतः इत्संज्ञा योग्यत्वमेव स्वीकरणीयम् इति नव्यानां मतम् इति स्वीक्रियते चेत् लक्षणदोषः निवार्यते इति वदति. असाधारणधर्मः लक्षणम् इति, असाधारणधर्मः लक्षणं, सत्यं लक्षणं अतः इत्संज्ञा योग्यत्वमेव स्वीकर्तव्यम्. इत्संज्ञकत्वम् अस्ति चेत् तत्र स्थलद्वये, इदानीं पर्यन्तं वयं स्थलद्वये दृष्टवन्तः यत्र दोषः इति, अग्रे अपि भवितुम् अर्हति खलु. अतः तादृशसमानरीत्या न सिद्ध्यति, अतः तस्य निवारणार्थम् इत्संज्ञायोग्यत्वम् अनुबन्धत्वम् इति स्वीकर्तव्यम् इति नव्यानां मतमस्ति. आं महोदय, कैश्चित् उच्यते यत् एकनिमिष, कैश्चित् उच्यते यत् स्थानिवद्भावः युक्तिसङ्गतसिद्धान्तः वा स्थानिवद्भावः युक्तिसङ्गतसिद्धान्तः तदनुसृत्य करणीयमिति स्थानिवद्भावः. प्राचीनमतं किमर्थम् इत्संज्ञकत्वम् अनुबन्धत्वम् इति प्रश्नः. युक्तिसङ्गतम् इत्यस्मात् युक्तिसङ्गतं तत् समीचीनमेव, किन्तु सर्वत्र न सङ्गच्छते. अन्यच्च भावीसंविज्ञानम् अपि भवति लोके, तदपि युक्तिसङ्गतं. यथा छात्राध्यापकः, छात्रश्च असौ अध्यापकश्च कर्मधारयः. छात्रः कथं वा छात्रः सन् अध्यापकः स्यात्? भवति भावीसंविज्ञानेन लोकसाधारणव्यवहारः विद्यालयेषु, भावीसंविज्ञानेन लोकसाधारणव्यवहारः विद्यालयेषु. अत्र तत्र भावीसंज्ञां स्वीकृत्य इति खलु तत्र सत्यं. सः अध्यापकः इत्युक्ते तद् छात्रः यः अध्यापकस्य कार्यं करोति, स्टूडेण्ट् लर्नर् किं वदामः तादृशम्. अध्यापकः इदानीं छात्रः अस्ति, अग्रे अध्यापकः भवति, अग्रे अध्यापकः भवति, इदानीं पठन् अस्ति तादृशं. छात्र अध्यापकः भविष्यति इति तस्य लक्षणं, तादृश छात्रस्य विषये वदति. टीचर् असिस्टेण्ट् इति वदामः खलु, टि ए, तादृशं तस्य विषये वदति. तत्र केचित् उच्यते यत् स्थानिवद्भावः युक्तिसङ्गतसिद्धान्तः इति. किम् अस्ति युक्तिसङ्गत स्थानिवत् अस्तु युक्तिसङ्गत युक्ति स्थानिवत् भवति इति वा? युक्तिसङ्गतसिद्धान्तः इत्युक्ते प्रत्ययस्य स्थाने आदेशः भवति, प्रत्ययात् अनन्तरमेव तद् इति युक्तिः. आम्, लोकन्यायः इति तादृशः भवति खलु. युक्तिसङ्गतम् इत्यस्मात् प्राचीनानां किमर्थं तादृशम् इत्संज्ञकत्वं तत् एतत्तु सङ्गच्छते एव खलु. प्रत्ययादेशात् अनन्तरं स्थानिवद्भावेन एव तस्य प्रत्ययः इति, तद् तु सङ्गच्छते एव खलु. तत्र किमपि दोषः नास्ति खलु इति प्राचीनाः पृच्छन्ति. तत्र तु सम्यक् एव खलु इति, सम्यक् एव, परन्तु सर्वत्र न गच्छति, सार्वत्रिकः नास्ति. कुत्रचित् तत्र दोषः अपि वयं दृष्टवन्तः. अतः ते वदन्ति भाविविज्ञानं स्वीकृत्य, तदपि युक्तिसङ्गतम् एव खलु, भाविविज्ञानं स्वीकृत्य एव करोतु. अवगतं वा? आमाम्, अवगतं. तत्र तत्र भाविनीयसंज्ञा भवति, तत् पूर्वमेव वयं तत् तस्य ऐडेण्टिफै कुर्मः खलु, एतत् ऐडेण्टिफिकेशन् कुर्मः खलु. सत्यम्. अतः एव छात्राध्यापकः उदाहरणं दर्शितम् अत्र. अग्रे भविष्यति सः अध्यापकः इति, इदानीं सः छात्रः अस्ति. तादृशं वयं रूपाणि अपि अग्रे तादृशं भविष्यति इति भावि विज्ञानेन स्वीकृत्य तदपि युक्तिसङ्गतमेव तद् तादृशं स्वीकृत्य वयं कार्यं कर्तुं शक्नुमः. जननात् पूर्वमेव तत्र शिशोः नाम चिन्वन्ति खलु. आम् सत्यं सत्यं सत्यं तादृशं तादृशं भाविविज्ञाने समीचीनं. धन्यवादः महोदय. विजया भगिनी आम् महोदय. अन्यत् निर्दर्शनं सूत्रशाटकं न्यायः. अस्य सूत्रस्य शाटकं वय शाटकः चेत् कथं वा वयनं स्यात्? शाटकः चेत् न वातव्यः, वातव्यः चेत् न शाटकः. शाटकं वयः इति परस्परं विप्रतिषिद्धं, किन्तु लोके व्यवहारः अस्ति. यतोहि लोके भाविसंविज्ञानं भवति. एवमेव काकशावकः शैशवः दशायां काकः अस्ति न वा इति न ज्ञायते, अग्रे ज्ञास्यते. तदापि काकात् जातत्वमात्रेण भाविकाकत्व काकत्व अभिव्यञ्जक व्यञ्जक धर्मसत्त्वात् इदानीमेव तं काकं व्यवहरन्ति. एवम् अन्नं पचति इति उच्यते. वस्तुतः तण्डुलान् पचति, तदा अन्नं भवति. एवमेव भावी सविज्ञानात् भावी प्रत्ययः इदानीमेव प्रत्ययः आहत्य यत्र दोषद्वयमेव प्राप्तं तत्र समाधानत्वेन सर्वत्र समानरीत्या चिन्तने लाघवम् इति. महोदय अत्र सूत्रशाटिकन्यायकविषये अहं पठामि, शृणोति वा? श्रूयते एव. एकदा कश्चन दन्तुवायं प्रति गत्वा एतैः सूत्रैः शाटिकं वय इति उक्तवान्. तदा सः तन्तुवायः चिन्तितवान्, शाटिकं वय इति कथं भवेत्? वयनात् अनन्तरम् एव शाटिका भवति खलु इति चिन्तितवान्. इग्यनः सम्प्रसारणश्च इति पाणिनीयसूत्रे 1145 महाभाष्ये अयम् उल्लिखितः. सः सूत्रसङ्ख्या तु 1145 पाणिनीयसूत्रे विषये अत्र महाभाष्ये अपि अयम् उल्लिखितमस्ति. अत्र कश्चन आगत्य तन्दुवायम् इदानीम् अत्र शाटिकां वय इति उक्तवान्. सः तु चिन्तितवान्, तन्तुवायः शाटिकां वयम् इति कथं भवेत्? प्रथमं वयनात् अनन्तरमेव शाटिका भवति इति. इदानीम् अत्र अन्यत् निदर्शनं सूत्रशाटकं न्यायः. अस्य सूत्रस्य शाटकं वय, शाटकः चेत् कथं वा वयनं स्यात्? शाटकः चेत् न वातव्यः, वातव्यः चेत् न शाटकः. अत्र प्रथमं करणीयमेव, अनन्तरमेव प्रथमं वयनात् एव अनन्तरं शाटिका भवितव्यम्. इदानीं शाटकं वय इति परस्परं विप्रतिषिद्धं भवति, किन्तु लोके व्यवहारः अस्ति. यतोहि लोके भाविसंविज्ञानं भवति, यदुक्ति परिभाव्य च इत्यपि वयं दृष्टवन्तः, परिभावि इति. अत्र भाविसंविज्ञानं भवति इति भूधातोः एव अत्र खलु महोदय, भूधातोः अनन्तरं सार्वधातुक अर्धधातुकयोः अनन्तरम् अत्र येषोयवायावः एतत् सर्वाणि भूत्वा एव अत्र भावि इति नूतन निजन्तपदम् आगत्य कार्यं करोति. एवमेव काकशावकः शावकः इत्युक्ते अत्र चैल्ड् काकशावकः शैशवदशायां काकः अस्ति न वा इति न ज्ञायते एव. काकः अस्ति वा अत्र अन्य पक्षिणः अस्ति वा इति वक्तुं न शक्यते एव. अग्रे ज्ञास्यते एव किञ्चित् कालानन्तरं. तदापि काकात् जातत्वमात्रेण अभिव्यञ्जकः धर्मसत्त्वात् इदानीमेव अत्र किञ्चित् कालानन्तरमेव जातत्वमात्रेण एव वक्तुं शक्यते एतत् अस्ति वा नास्ति वा इति. इदानीमेव तं काकं व्यवहरन्ति. अनन्तरम् अत्र अन्नं पचति इति यदा अस्य सूत्रस्य शाटकं वय इति झटिति उक्तवान् तदेव अत्रापि भवति अन्नं पचति इति. परन्तु अत्र वस्तुतः तण्डुलान् जलम् अग्नि एतत् मिलित्वा एव पचनकार्यं भोजनकार्यम् अन्ते भवति अनन्तरमेव भवति. वस्तुतः तण्डुलान् पचति तदा अन्नं भवति. एवमेव भावि सविज्ञानं भावि प्रत्ययः इदानीमेव प्रत्ययः भवति. आहत्य यत्र दोषद्वयमेव प्राप्तं तत्र समाधानत्वेन सर्वत्र समानरीत्या चिन्तने लाघवं भवति एव. किञ्चित् कालानन्तरमेव झटिति अत्र वक्तुं न शक्यते भोजनम् अन्नं पचति इति. अन्नं तण्डुलात् एव पचति. अनन्तरम् एतत् काकः अस्ति वा इति काकशावकः इति किञ्चित् कालानन्तरमेव तत्र काकात् जातत्वमात्रेण एव वक्तुं शक्यते. तदेव अत्र अस्य सूत्रस्य शाटकं वय इति झटिति अत्र न करणीयमेव न कर्तुं शक्यते एव. प्रथमम् अत्र वयनात् एव अनन्तरं शाटिका भवति. तदेव अत्र भावि सविज्ञानम् इति प्रत्ययविषये अपि गतं महोदय. सत्यं सत्यम् आम्. अतः ते वदन्ति तत्र दोषद्वयमेव प्राप्तं यत्र दोषद्वयमेव प्राप्तं तत्र समानरीत्या वयम् इत्संज्ञावक्त्वम् इति स्वीकृत्य एव कार्यं कुर्मः न तु क्षम्यताम् इत्संज्ञायोग्यत्वम् इति स्वीकृत्य कार्यं कुर्मः न तु इत्संज्ञावत्त्वम् इति वदन्ति भावि सविज्ञानेन. समीचीनं धन्यवादः भगिनि. अतः इतोपि उदाहरणानि तत्र एकं युक्तिसङ्गतम् इति उदाहरणम् अनन्तरं शाटकस्य उदाहरणं काकशावकस्य उदाहरणम् अन्नं पचति इति उदाहरणम् उषा भगिनी अन्तिमपरिच्छेदः अनन्तरं वयं रूपाणि साधयामः. अस्तु भगिनि विजया भगिनी कस्मिन् पाठे स्मः इत्येव विस्मरणं जातम्. सो मच् थियरि वय वय इत्युक्ते She read it from some other book, Bhagini? Some other. Mahabhashyat Pajitavati. I went and checked the sutra. Laukike Nyaya Koshaka Bhavati. Nyaya Koshaka Pustake Asti. Atre Eva Tatra Dattam. Sutra Vishya. Ashtadai.com Matiye Nastiva Bhagini. 1145 Matiye. I was checking in under 1145. Mahabhashyat. 1145. 45 अहमपि दृष्टवती परन्तु अत्र बहु किमपि दत्तं परन्तु शाटिका विषये न दत्तं. वय शाटिका सूत्रशाटिका नथिङ्ग् सम्प्रसारणं भवति अत्र. आम् आम् अत्र तत् सूत्रमेव अन्ते महाभाष्यम् इति अस्ति. या But are there तन्तुवायाः अस्ति अस्ति भगिनि अग्रे अन्ति अन्ते तद्यदा कश्चित् कञ्चित् तन्तुवायमाः अस्य सूत्रस्य शाटकं वय इति शाटकम् इति शर्त् सः पश्यति यदि शाटको न वातव्यः अथ वातव्यः न शाटकः ओ अस्तु अस्तु शाटको वातव्यः चेति विप्रतिषिद्धं प्रतिषेधं भाविनी खलु अस्य संज्ञा अभिप्रेता समन्ये वातव्यो यस्मिन्नुते शाटक इति एतत् भवति इति एवं हि सः यणः स्थाने भवति यस्यापि निर्वृतस्य सम्प्रसारणम् इति एषा संज्ञा भविष्यति अथवा इचादियमिष्यति समीचीनम् अतः अन्यत्रापि अस्य उपयोगः अस्ति केवलम् अत्र अत्र इति न वाट् इस् द प्राब्लम् इन् सम्प्रसारणम् आं भगिनि पठति अधुना किन्तु अधुनापि किन्तु प्राचीनानां लिखितानाम् अनुयापिनः विद्यन्ते अनुयायिनः अनुयायिनः विद्यन्ते अधुनापि किन्तु प्राचीनानां दीक्षितानाम् अनुयायिनः विद्यन्ते तेषां किम् उत्तरं तेषां किम् उत्तरं दोषद्वयप्रसङ्गे तत्रैव प्रश्लेषः भवतु इति यत्र दोषः तत्र परिमार्जनम् हस्ते व्रणः चेत् पादे शल्यक्रिया न भवति यत्र दोषः प्राप्नोति लिट्लकारस्य मध्यमपुरुष बहुवचने तत्र प्रश्लेषः क्रियताम् यतोहि तत्र अनेकाल्त्वसम्पादनार्थं गत्यन्तरं नास्ति लिट्लकारस्य मध्यमपुरुष एकवचनं नल्लतु स्मुस् तल्लतु तत्र प्रश्लेषः योगः अ इति तत्र प्रश्लेषः क्रियता यतोहि तत्र अनेकाल्त्वसम्पादनार्थं गत्यन्तरं नास्ति अन्यगति नास्ति इति प्रश्लेषः एव इति अतः तत्र प्रश्लेषः भवतु किन्तु सर्वत्र प्रश्लेषः इति मास्तु तथा चेत् लाघवं नास्ति इति आक्षेपे उत्तरत्वेन वदन्ति फलमुखगौरवम् अदोषाय इति सो फलमुखगौरवम् अदोषाय इति वयं गौरवं सहामहे इति आशयः अस्तु वयं गौरवं सहामहे इति आशयः पूर्व सेण्टेन्स् पूर्ववाक्यम् अवगतं भगिनि तथा चेत् लाघवं नास्ति इति आक्षेपे उत्तरत्वेन वदन्ति फलमुखगौरवम् अदोषाय इति फलमुखगौरवम् इति अत्र फलम् एव इम्पार्टेण्ट् इति फलमुखगौरवम् अदोषाय इट्स् नाट् एनि दोष इति वाट् इस् गौरवं देर् फलमुखगौरवं लाघवं गौरवं लाघवं गुरुत्वम् इति गुरुत्वं गौरवं चेत् वयं गौरवं सहामहे इति आशयः के वदन्ति तद् प्रथमवाक्यं पश्यतु आक्षेपस्य कृते न के वदन्ति एतद् कस्य मतं वयं गौरवं सहामहे इति कस्य मतं नूतन प्रथमवाक्यं न प्रथमवाक्यं पश्यतु अधुनापि किन्तु प्राचीनानां दीक्षितानाम् अनुयायिनः विद्यन्ते अनुयायिनः इत्युक्ते मतस्य फालोवर्स् मतस्य अनुवर्तनं ओके ओके सो दीक्षिता इति पुराणः एव खलु प्राचीनः तेषां मतम् एतद् वयं गौरवं सहामहे महे इति आशयः इति तेषाम् आशयः बट् सो दे द नूतनानां मतम् इत्संज्ञा इत्संज्ञा योग्यत्वं ते वदन्ति तद् न आवश्यकं दोष दोषद्वयमेव अस्ति खलु तत्र एव वयं तस्य तत्र एव इत्संज्ञा योग्यत्वम् इति स्वीकुर्मः अन्यत्र इत्संज्ञावत्वमेव स्वीकुर्मः इति तेषां मतं ते यत्र दोषः दृश्यते यत्र दोषः दृश्यते तत्र एव प्रश्लेषः भवतु अन्यत्र नास्ति इति अन्यत्र आवश्यकम् इति न आवश्यकम् इति तेषां ओके तथा एव वयं गौरवं सहामहे इति आशयः इति तेषाम् आशयः अनेकसम्पादनार्थं तस्मिन् स्थले तु किमपि अन्यमार्गः नास्ति अतः वयम् इत्संज्ञायोग्यत्वं प्रश्लेषः सर्वं स्वीकुर्मः परन्तु अन्यत्र तादृशं न आवश्यकं खलु तत्र नूतनाः वदन्ति तत्तु लाघवं नास्ति इति ते वदन्ति वयं गौरवं सहामहे फलमुखगौरवम् अदोषाय केवलं फलस्य विषये चिन्तयित्वा तत्र लाघवम् इति चिन्तयित्वा किमर्थं तद् सर्वत्र तद् इत्संज्ञायोग्यत्वम् इति स्वीकरणीयं वयं गौरवं सहामहे किमपि तत्र न आवश्यकं तत्र अस्तु इति अस्तु भगिनि एतत् सर्वम् एकं सूत्र एकस्य सूत्रस्य विषये एव आसीत् खलु दट् लिट् अपि च दट् शकार णकार लुटः प्रथमस्य डारौ रसः तदेव अस्माकं सर्वादि इदानीं तदेव विषयः अस्ति खलु पुनः तस्मिन् प्रसङ्गे वयम् आगच्छामः डारौ रसः भगिनी भवती एव आं महोदय किमपि उक्तवान् वा भवतः ध्वनिः बहु मन्दरूपेण श्रूयते महोदय श्रूयते वा इदानीं सर्वम् अस्माभिः सम्पूर्णं पीतम् इदानीं सत्यं परन्तु विषयः कः इति विस्मरणं भवति खलु कस्य विषये एतत् सर्वं पठितवन्तः इति दारौ लुटः प्रथमस्य दारौ रसः विषये एव पठितवन्तः आम् आं सत्यं सत्यं तत्र शाकटः वायः अन्नं सर्वम् अस्ति परन्तु कस्य विषये अस्ति इति प्रश्नः अस्ति खलु सर्वं सम्यक् उदाहरणानि समीचीनानि एव परन्तु कस्य उदाहरणम् अस्ति इति पुनः पुनः द्रष्टव्यं तद् डारौ रसः विषये एव अनेकाल् वा तदेव विषयः आं भगिनि भवती एव तद् अनुवर्तते परस्मैपति संविज्ञक तिङ् संज्ञक परस्मैपति संज्ञक तिङ् प्रत्ययसिद्धिः आम् दास्योगहति लुटः प्रथमस्य डारौ रसः ति स्थाने डा आदेशः तास् योगः डा चुटु इत्यनेन डकारस्य इत्संज्ञा लोपश्च तास् योगः आ इति स्थिते टेः इत्यनेन तास् इत्यस्य डित् प्रत्यये टीभागलोपः स्यात् किन्तु धातोः भसंज्ञा न भवति अत्र टीभागलोपः न भवति चेत् ढा प्रत्ययस्य डित्वं निष्प्रयोजनम् इति कृत्वा दित्वसामर्थ्यात् टेः इत्यनेन तास् प्रत्ययस्य टीभागलोपः प्रथमौ श्यतासील् लृलुटोः खलु श्यतासील् लृलुटोः इत्यनेन लुट् स्थाने लुट् इति तास् अपि अनन्तरमेव प्रत्ययः आयाति तिङ् प्रत्ययः आयाति धातु अनन्तरं तास् अनन्तरमेव तिप्तश्चि इति प्रत्ययः आयाति. तास्योगः ति इति स्थिते लुटः प्रथमस्य डारौ रसः इत्यनेन लुटः प्रथमस्य डारौ रसः ओ डा स्थाने ति इति स्थाने डा आदेश ति स्थाने डा आदेशः दास्योगः लुट् लुटः स्थाने तिप् लुट् देन् तिप् स्थाने डा आदेशः. तास् योगः डा इति स्थिते डा इत्यस्य कृते चुटु इत्यनेन डकारस्य इत्संज्ञा लोपः च तास् योगः आ इति भवति. आ इत्यस् तास् योगः आ अत्र ड इत्यात् ड इत्यस्मात् आ इति अस्ति इत्यनेन टेहे इत्यनेन तास् प्रत्ययस्य डित् प्रत्यये टीभागलोपः स्यात्. टीभाग अचोन्त्यातिथि अचोन्त्यातिथि अन्तिम अकारात् अन्तिम अकारात् ओके किन्तु धातोः ब संज्ञा न भवति. टी अत्र टीभागः न लोपः भवति चेत् डा प्रत्ययस्य सो तास् योगः आ इति स्थिते टेः टेः इत्यनेन इत्यनेन तास् प्रत्ययस्य टीभागलोपः टीभागलोपः ओ सो आस् इति आकार तकारयोगः आस् सो टेः तास् योगः आ सो तास् प्रत्ययस्य एव टीभागलोपः टीभागः अचोन्त्यातिथि इत्यनेन अन्तिम अच् सो आस् एव सो सो आस् इति टीभागः लोपः चेत् तु योगः आ इति अन्तिमं सिद्ध्यति. टीभागलोपः न भवति चेत् डा प्रत्ययस्य डित्वं निष्प्रयोजनम्. आम् डा प्रत्ययम् इति किमर्थं पाणिनिना दत्तम् इत्यनेन टेः इति स्वीकर्तव्यम् इति वयं अत्र टी प्रत्ययस्य अन्तिमभागस्य लोपः कृतं चेत् ब संज्ञा टी भागस्य स्यात् किन्तु धातोः ब संज्ञा न भवति. तास् योगः धातोः ब संज्ञा न भवति. भ संज्ञा किमर्थम् अत्र पदसंज्ञा ब संज्ञा तत्र सुप् तत्र सुप् आरभ्य भवति खलु सूत्रं ब संज्ञकस्य अङ्गस्य टी भागस्य डित् प्रत्यये सूत्रसङ्ख्या वदतु भगिनि. टेः 64143 इति दत्तं प्रातिपदिका अपि च पद न तेः इति सूत्रं बसंज्ञकस्य अङ्गस्य टीसंज्ञकस्य प्रत्ययपरे लोपः तत्र बसंज्ञक इति अस्ति खलु. अतः बसंज्ञकात् परस्य प्रत्ययः अङ्गकार्यं 64 खलु अतः अङ्गकार्यं परन्तु बसंज्ञक अङ्गस्य टीसंज्ञकस्य इदानीम् एतत्तु बसंज्ञा अस्ति वा इति प्रश्नः. इत्यनेन तास् प्रत्ययस्य डित् प्रत्यये टी भागलोपः स्यात् किन्तु धातोः ब संज्ञा न भवति यदा भवती उक्तवती प्रत्ययस्य एव खलु. अनन्तरं कथं वा वयं तद् लोपः कुर्मः इति प्रश्ने सति यदि न कुर्मः तदा डा प्रत्ययस्य प्रयोजनमेव नास्ति. अतः करणीयमेव किमपि उक्तं वा बस्य अधः अस्ति तेः इति सो ब संज्ञकस्य अङ्गस्य टी भागस्य डित् प्रत्ययपरे लोपः भवति इति उक्तं तत्र. तद् अस्ति चेत् तत् स्पष्टं भवति ब संज्ञकस्य अङ्गस्य इति उक्तत्वात् तत् प्रश्नः परन्तु धातोः तु मा संज्ञा न भवति, मा संज्ञा नास्ति। परन्तु अस्य सूत्रस्य प्रसक्तिः नास्ति चेत् डित्वस्य प्रयोजनं न भवति। नास्ति लुटः प्रथमस्य डारोरसः सूत्रसङ्ख्या वदतु भगिनि। लुटः प्रथमस्य डारोरसः 2475 किमपि विशिष्टं भवेत् 2475 आम् 2475 तु जुहोत्यादिभ्यः श्लुः इति अस्ति अत्र 2485 आम् आम् क्षम्यता। इतः प्रथमस्य डारोरसः लुप्लकारस्य ओके किमपि लिखितं वा ओ अन्तिमसूत्रं 2-4 इत्यस्मात् लुटः प्रथमस्य डारोरसः कुत्रापि किमपि न दत्तम्। बस्य एव टेः बस्य इत्येव दत्तम्। प्रत्ययस्य द्वित्वसामर्थ्यात् बस्य टि संज्ञकस्यापि लोपः द्वित्वसामर्थ्यात् इत्येव डा इति दत्तम् इत्यनेन एव द्वित्वसामर्थ्यात् एव द्वित्वसामर्थ्यम् इति एव उक्तम्। तत्र किमपि अन्यविषयः न उक्तः कथमपि द्वित्वसामर्थ्या बस्यापि सामर्थ्यं खलु तत्र कुत्रापि मन्थरगति इति आसीत् खलु तत्र किमपि आसीत् कुत्र अन्यत्रापि वयं दृष्टवन्तः मन्थरगति भवति इति नित् नित् नित् आसीत् नित् न भवति अन्यद् नित् अपि अस्ति अन्यदपि अस्ति तत्र कार्यद्वयम् एकस्य एव कार्यं भवति अन्यत्र कार्यं न भवति इति कुत्र तत्रापि डित्वसामर्थ्यम् इत्येव उक्तं सर्वत्र डित्वसामर्थ्यात् बस्यापि तेः लोपः अस्तु तदेव विषयः अस्ति समीचीनं अटेः यतेः पठिता यचिबम् एव पठतु भगिनि एकवारं सर्वनाम यचिबम् सर्वनामस्थानसंज्ञकप्रत्ययात् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयः च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति य च अच् च यच् समाहारद्वन्द्वः तस्मिन् यचि यचि सप्तम्यन्तं भं प्रथमान्तं द्विपदमितं सूत्रम् स्वादिषु असर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने यचिबम् सु इति प्रत्यया आरभ्य सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य विहाय सर्वनामस्थानसंज्ञकप्रत्ययः इति प्रथमपञ्चप्रत्ययाः सुट नपुंसकस्य संथिङ्ग् लैक् दट् सु औजस् अमौट् सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य सो स्वादिषु सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययाः सर्वनामस्थानसंज्ञकप्रत्यय अतिरिच्य विहाय प्रत्ययेषु सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययाः सन्ति तेषु यकारादयः अजादयः च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपमेव बसंज्ञा भवति सत्यं पूर्वतनशब्दस्वरूपस्य बसंज्ञा बसंज्ञा परन्तु अत्र तु बसंज्ञा अभावात् अपि तेः भवति सो तास्योगः आ इति स्थिते बसंज्ञा इति अत्र प्रत्ययः परः आस् आ इति स्वीकर्तव्यं बासंज्ञा एव नास्ति परन्तु तदापि तेः इति प्रत्यय इति सूत्रस्य प्रसक्तिः अस्ति सत्यं द्वित्वसामर्थ्यात् ओके द्वित्वसामर्थ्यात् धन्यवादः भगिनि रिवर्स् आर्डर् गच्छामः. विजया भगिनी पठति वा? एतत् सरलमेव खलु. एकवचनं साधितवन्तः, इदानीं का इति आगतं द्विवचनम् अस्ति वा विजया भगिनी? आं महोदय. तास्योगः तस् यचीबम् अनन्तरं तस् आम् यचीबम् अनन्तरम् आम् आम् एकनिमिषं महोदय. तास् योगः तस् लुटः प्रथमस्य दारौ रसः इति सूत्रेण तास् इति प्रत्ययम् एतत्तु तास् इति प्रत्ययम् अस्तु. तास् योगः रौ योगः इदानीम् अत्र रीक इत्यनेन तास् प्रत्ययस्य सकारलोपः भवति, अतः वर्णमेलनेन तारौ इति भवति. तास् तारौ तारः इति रीच इति सूत्रं. तास् प्रत्ययस्य सकारस्य लोपः भवति रेपादौ प्रत्यये परे. रीसप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. तासस्योर्लोपः इत्यस्मात् तासः लोपः इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. तासः अङ्गस्य रीलोपः. यत्र तासः इति प्रत्यय इति पदं भवति तत् स्थाने तत् अङ्गस्य स्थाने इदानीम् अत्र एतत् सूत्रेण सकारः लोपः भवति. रीच इत्यनेन रीलोपः भवति. तास् प्रत्ययस्य सकारस्य लोपः भवति. रेपः यत्र भवति रेपादौ रेपः प्रत्ययः परे अस्ति चेत् अत्र सकारस्य लोपः भवति इति रीच इति सूत्रं वदति महोदय. अग्रे पठामि. तत्र लुटः प्रथमस्य डारौ रसः इत्यनेन तस् प्रत्ययस्य स्थाने रौ इति आदेशः. तास् योगः रौ. इदानीं सकारस्य लोपः रीच इति सूत्रेण. किमर्थम् इत्युक्ते रेपः परः अस्ति इत्यनेन तत्र सकारलोपः. ता योगः रौ तारौ. ता एकवचनं रौ तारौ द्विवचनं साधितवन्तः. आं बहुवचनमपि वदतु भगिनि. तास् योगः जि. आं तास् योगः जि तिप्तस् जि इति बहुवचने प्रथमपुरुषे बहुवचने. लुटः प्रथमस्य दाररसो डारौ रसः जि स्थाने रस् आदेशको भवति. तास् योगः रस्. रीच इत्यनेन तास् प्रत्ययस्य सकारः लोपः. पूर्वमेव दृष्टवन्तः. इदानीं ता योगः रस् भवति. ता रस् इति वर्णमेलनेन. अनन्तरम् अत्र ससजुषोरुः अनन्तरं करावसानयोर्विसर्जनीयः. एतत् ऋत्वविसर्गः भूत्वा अन्तिम धातुः भवति बहुवचने तारः इति. अतः तास् तारु तारः इति भवति. सत्यं सम्यक्. धन्यवादः भगिनि. धन्यवादः महोदय. मध्यमपुरुषे एकवचनं. न मध्यमपुरुषे एकवचनं खलु. तास् योगः सि. तास् योगः सि. तास् योगः सि इति अस्ति. इदानीं सूत्रमस्ति तासत्योर्लोपः इत्यनेन सकारलोपः. तासि ता तासि इति भवति खलु सकारलोपे सति. तासत्योः लोपः इति सप्तमाध्यायस्य चतुर्थपादस्य पञ्चाशत्तमं सूत्रमस्ति. ओ अनन्तरमेव रीच आगच्छति. तासस्योर्लोपः रीच. रीच लोपः तासस्योर्लोपः इति तास् प्रत्ययस्य च अपि च अस् धातोः सकारलोपो अपि सकारे परे. असि खलु अस्य सि असि असि वा सि भवति वा तत्र महोदय. अस् धातोः अस् धातोः असि असि इति भवति खलु त्वम् असि. हस्तातोः सकारलोपः भवति चेत् असि इति भवति. सत्यं सा सत्यः तदेव सत्यम् असि. तास् प्रत्ययस्य च अस् धातोः सकारस्य लोपः भवति सकारे परे तासत्योः षष्ट्यन्तं लोपः प्रथमः द्विपदमिदं सूत्रं स स्यात् अर्धातुक इत्यस्य इत्यस्मात् सि इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुत्सहितसूत्रमस्ति तास् अस्त्योः अङ्गस्य लोपः सि परे इति अस्ति सि परे सि परे सकाराधिपत्ये परे वा एकनिमिषं सकारे सकाराधिपत्ये परे तत् तास् इत्यस्य अपि च अस् धातोः सकारस्य लोपः भवति अतः तास् यत् सि इदानीं सि प्रत्यये परे तास्क् इत्यस्य सकारस्य लोपः तासि इति रूपम् अग्रे अवशिष्टानि किमपि कार्यं नास्ति केवलं प्रत्ययोः मेलनं यथा ताः तास्तः तास्थ तास्मि तास्वः तास्मः इत्यत्र किमपि सकारे परे नास्ति सकारे परे नास्ति रेपः अपि परे नास्ति अतः किमपि न किमर्थं तत्र सूत्रद्वयम् आवश्यकं किमर्थम् एकं न कृतं पश्यामः सः अस्ते चस्कारस्य सकारादौ प्रत्यये परतः लोपः भवति तत्र एतत् सकारे परे खलु तत् तत्तु रीपरे अग्रे किं भवति का इति अतः सूत्रद्वयं कृतवान् वा रीच सकारे परे अत्र अनुवृत्तिः अपि अस्ति सकारस्य अनुवृत्तिः अस्ति खलु अत्र पूर्वं पूर्वस्मात् वा प्रायः सः सि इत्यनेन सः स्याद् आर्धधातुके सत्यं अतः अग्रे रीच इत्यत्र सहसि सासस्योः लोपः इति सर्वम् आगच्छति किमपि न तापि च अस् धातु पूर्वम् एतत्तु केवलं रीच इत्यत्रापि तास् अस् द्वयमपि खलु तास् प्रत्यस्य अन्तः रे पेपरे लोपः अस्तु नास्ति रीच इत्यस्मिन् तत्र अस् नास्ति खलु तासस्योः इत्येव अनुवृत्तिः आगच्छति न न तास् अपि लोपः एव तत्र तास् लोपः इत्येव अनुवृत्तिः खलु तासस्योः इति न वा पूर्णतया अनुवृत्ति न तास् अपि लोपः इत्यस्मिन् तास् अपि लोपः इत्यस्य एव अनुवृत्तिः खलु तदेव अत्र दत्तमस्ति अस्मिन् सूत्रे इत्यस्मात् केवलं तास् इति अनुवर्तते अस् इति न यतः अस् इत्यस्मात् परे रेपादिप्रत्ययः न भवितुं सम्भवति रेपादिप्रत्ययः न भवति अतः अस् इत्यस्य अनुवृत्तिः नास्ति केवलं तास् अतः एव पृथक् कृतवान् रीच इति अवगतम् इदानीं समीचीनम् अस्तु अतः इदानीं वयं परस्मैपदीरूपाणि साधितवन्तः आत्मनेपदी पठामः भगिनी भवती एव उषा भगिनी अस्तु भगिनि आत्मनेपदी संज्ञक तिङ् प्रत्ययसिद्धिः तास् योगः त लुटः प्रथमस्य डारौ रसः त स्थाने डा आदेशः तास् योगः डा चुटु इत्यनेन डकारस्य इत्संज्ञा लोपः च तास् योगः आ तेः इत्यनेन तास् प्रत्ययस्य डित् प्रत्यये टीभागलोपः स्यात् किन्तु धातोः ब संज्ञा न भवति अत्र टीभागलोपः न भवति चेत् डा प्रत्ययस्य डित्वं निष्प्रयोजनम् इति कृत्वा डित्वसामर्थ्यात् टेः इत्यनेन तास् प्रत्ययस्य टीभागलोपः स तकारयोगः आकारः सो आत्मनेपथी अपि द सेम् थिङ्ग् इन्स्टेड् आफ् तिप्त त आतां च त आतां च त तास् योगः त तेन् त स्थाने डा आदेशः डा इत्यस्य डित्वसामर्थ्यात् टेः इति भागस्य लोपात् पूर्वस्थितस्य तास् इति पूर्वस्थितस्य टे टी भागं लोपः भवति टी भागः अन्तिम आस् इति भागः लोपः भवति, तकार एव अवशिष्यते, तयोगः अनन्तरं तयोगः आ ता इति भवति, दित्वसामर्थ्यं तत्रापि आत्मनेपदि तास् योगः त स्यतासि लृलुटोः अस्तु. अनन्तरं तास् योगः द्विवचनं द्विवचनं तास् योग त आताम् आतां तास् योगः आताम् इति स्थिते लुटः प्रथमस्य डारौ रसः इत्यनेन तास् योगः रौ इति भवति. रौ इति ऋच इति सूत्रात् सूत्रेण तास् प्रत्ययस्य सकारलोपः ऋच इदानीमेव वयं दृष्टवन्तः ऋच तासस्त्योर्लोपः इत्यनेन तासः लो तासः अपि च लोपः इत्यनयोः अनुवृत्ति ऋच लुटः कृते. सो अस् इति न स्वीकर्तव्यम्. ओके तास् तासः अङ्गस्य रीलोपः तासः अङ्गस्य रीलोपः इत्यनेन तासः अङ्गस्य सो तास् इति अङ्गः तास् योगः आतां तास् योगः रौ सो रौ पूर्वं तास् इति अस्ति इत्यनेन तासः अङ्गस्य वाट् लोपः सकारलोपः सकारलोपः रौ तारौ तारौ इति सिद्ध्यति. अनन्तरं बहुवचनं प्रथमपुरुष आत्मनेपथ्ये प्रथमपुरुष बहुवचनं तास् योगः झ लुटः प्रथमस्य धारौ रसः झ स्थाने रस् आदेशः तास् योगः रस् ऋच इत्यनेन तास् प्रत्ययस्य सकारलोपः तायोगः रस् तारस् अनन्तरं सस्वजुषोरुः करवसानयो अवसर्ज करवसानयो विसर्जनीयः इत्यनेन तारः. आं भवति आं भगिनि तास् योगः झ जकारस्य स्थाने लुटः प्रथमस्य धारौ रसः इति सूत्रेण रस् अनन्तरं रस् इति अस्ति इत्यनेन ऋच ऋच इति सूत्रात् सकारलोपः भवति तासः सकारलोपः तासः सकारलोपः इत्यनेन सकारस्य लोपः भवति तायोगः रस् तारः तारस् इति भवति. अनन्तरं ऋत्वम् अपि च विसर्जनीयं भवति अवसानम् अस्ति इत्यनेन तारः इति भवति. सत्यं समानरूपमेव तारौ तारः यदा परस्मैपदी अपि च आत्मनेपदी. अस्तु धन्यवादः भगिनी. प्रायः मध्यमपुरुष विजया भगिनी मध्यमपुरुष साधयति वा तास् योगः हाफ् पासहस्य आं महोदय तास् योग तास् भवति तासस्य इत्यनेन टीतलकारस्य तास् स्थाने ते आदेशः भवति पूर्णतया तास् योगस्य तासस्योर्लोपः इत्यनेन तास् प्रत्ययस्य सकारलोपः भवति सकारे परे तासे इति भवति मध्यमपुरुषे एकवचने. अनन्तरम् अत्र तासस्य टीतलकारस्य स्थाने तास् स्थाने ते आदेशः भवति इति दृष्टवन्तः. तासः षष्ट्यन्तं ते लुप्तकृतमान्तं द्विपदनिमित्तसूत्रं स्थित आत्मनेपदानां तेरे इत्यस्मात् स्थितः इत्यस्य अनुवृत्तिः तस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्थितः लस्य तासः ते तास् योगः आताम् इति भवति आताम् इति भवति टिते आत्मनेपदानां टेरे इत्यनेन टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टि भागस्य स्थाने एकारः आदेशः भवति. अतः तत्र टि भागः आताम् इति अस्ति ताम् इति अस्ति तत् स्थाने पूर्णतया अत्र एकारः आदेशः भवति. अतः तत्र इदानीं तासाते तास् योगः आकारः अनन्तरम् अत्र ता इति अस्ति अत्र पूर्णतया आम् इति एव लोपः भवति इत्युक्ते भागस्य लोपः भवति. इदानीम् अत्र तास् योगः अर्थ इति भवति चेत् अर्थ इति भवति चेत् अत्र स्थिते आत्मनेपदानां तेरे इत्यनेन सकारस्य एकारः भूत्वा सा साते इति भवति. इदानीम् अत्र एकारादेशः न तु लोपः. आमाम् एकारः एव आदेशः भवति स्थिते आत्मनेपदानां तेरे इत्यनेन. अनन्तरम् अत्र स्थिते आत्मनेपदानं तेरे पठमिव. आम् आम् तदेव पठतु. स्थितात्मनेपदानां तेरे इदानीमत्र स्थितिलकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकाणां प्रत्ययः टीभागस्य स्थाने एकरः आदेशः भवति इति दृष्टम् इदानीमेव. स्थितः षष्ट्यन्तम् आत्मनेपदानां षष्ट्यन्तं तेः षष्ट्यन्तं ये लुप्तप्रथमान्तम् अनेकपदमिदं सूत्रं लस्य इत्यस्य अधिकारः अनिवृत्तिसहितसूत्रं कृते स्थितः लस्य आत्मनेपदानां तेः ये भवति. तास्य उक्तत्वम् इदानीं मध्यमपुरुष बहुवचने कृते आत्मनेपदानां तेरे इत्यनेन टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकाणां प्रत्ययानां टिभागस्य स्थाने एकारः भवति. एकारः आदेशः भवति. अतः तत्र तास्य उभगत्वं मध्ये मकरः अलन्त्य इम् अत्र अलन्त्यं तस्य लोपः इत्यनेन इति भवति. द्व द्व एव भवति. इदानीम् अत्र टिते आत्मनेपदानां टेरे इत्यनेन न मकारोपः न भवति खलु. पित् आत्मनेपदानां तेरे अम्बागस्य एव अम्बागस्य एव अम्बागस्य एव पूर्णतया अत्र एकारः भवति. अतः तत्र द्वे इति भवति. इदानीं दीच इति सूत्रेण सकारः लोपः भवति. अतः तत्र ता द्वे इति भवति. आहत्य अत्र मध्यमपुरुषे एकवचने तासे तासार्थे ता द्वे इति भवति. दीच अपि पठतु भगिनि. दीच सकारस्य लोपः भवति सकारादिप्रत्यये परे. द्विसप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं राक्षस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं दि च तस्य लोपः. अतः एतत् सूत्रेण तास् इत्यस्य सकारः लोपः भवति दि च इति सूत्रेण. अनन्तरम् अत्र राक्षस्य अपि एतदेव कार्यं करोति खलु महोदय. तस्य राक्षस्य खलु तद्भिन्नं राक्षस्य. अनन्तरं संयोगान्तस्य लोपः इत्यपि कार्यं करोति अन्तिमवर्णस्य लोपः भवति इति. अनुवृत्ति आगच्छति अनेन समीचीनं सम्यक्. धन्यवादः. तासे तासाते अध्वे इति अत्र एत्वम् अत्र दृश्यते. अतः एकवचनं क्षम्यतां. प्रथमपुरुषः एव समानः. मध्यमपुरुषे तु भेदः अस्ति. परस्मैपदी आत्मनेपदी प्रत्ययेषु. अस्तु धन्यवादः भगिनि. रघुपतिमहोदय उत्तमपुरुष. श्रूयते श्रूयते वा? आं श्रूयते श्रूयते. आम् अस्तु. तासि इति तथा खलु ततः खलु. आं सत्यं सत्यम्. उत्तमपुरुषः तासि वै स्थितः आत्मनेपदानां तेरे इत्यनेन टी भागस्य एत्वं भवति. तत्र थी भाग इत्युक्ते इ एव स्थितः ए इति भवति. तासयुग ए इति अस्ति. इदानीं तासयुग ए स्थितौ अ इति इत्यनेन चकारस्य स्थाने हकारादेशः. अतः तत्र सकारस्य स्थाने हकारादेशः अथवा ताहे इति भवति. अ एति इति सप्तम अध्यायस्य चतुर्थपादस्य द्विपञ्चाशत्तमं सूत्रमस्ति. ह एति सा सत्योः सकारस्य हकारादेशः भवति एति परे इति. ह प्रथमान्तम् एति इति सप्तमन्तं द्विपदपितं सूत्रम् अङ्गसूत्रसधिकारः. एति इति रीच इत्यस्मात् अग्रिमसूत्रं खलु. आम् तत्र अस् धातोः अपि चित्तेन एदि इति भवति वा सस्योः सकारस्य आम् तत्र तु आगच्छति खलु हस्ततोः अपि एदि इति भवति एदि इति भवति सत्यं एदि आस्पत्योः सकारस्य हकारादेशः भवति एति परे एति इति अस्ति सत्यं मध्ये स्थगितं पुनः तद् आनीतम् ओ सम्यक् समीचीनम् आम् महोदय अग्रे इतः आत्मकथाते तत्रापि तत्र एत्वं भवति तास् योगवहे तास् योगवहि तास् वहे इति भवति सर्वत्र चितात्मते तास् योगमहि तित आत्मनिपतां तेरितनेन महे इति भवति तास् महे सामान्य तास् तास् वहे तास् महे इति तस्य रूपाणि ताहे तास् वहे तास् महे इति तत्र खलु तदग्रे अपि पठति वा महोदय किमपि प्रश्नः अस्ति पुनः सताचि लूरुतोः इति सूत्रे तासि इति प्रत्यये इकारः सतासि इति प्रत्यये इकारः अस्तु प्रश्नः भवति यत् सतासि लूरुतोः इति सूत्रे तासि इति प्रत्यये इकार उच्चारणार्थं नास्ति चेत् हलन्त्यम् इत्यनेन तास् इत्यस्य सकारलोपः भविष्यति अत्र काष्कारः प्रतिपादयति यत् आत्मनेपदे प्रथमपुरुष एकवचने मन्धातुः योगतास् योगत इति अस्ति लुटप्रथमस्य दारलोपः इत्यनेन मन् योगतास् योगट इति इत्यनेन तास् प्रत्ययस्य दित्प्रत्यये नित्वसामार्थ टीभागस्य लोपः तर्हि मन् योग त् योग ड तर्हि मन्त् योग आ इति भवति अनुदितां हलः उपादायाः गिति इति इत्यनेन अनुदितां हलन्तान अङ्गानाम् उपादायाः नकारलोपः भवति इति निति प्रत्यये परे उपादायां चितस्य नकारलोपः भविष्यति यः अनिष्टः किं यत् अत्र मन्त् इत्यस्य दात्सम्यं नास्ति परन्तु अनिजितां हलः उपादायाः किति इति सूत्रे दात्सम्या न अपेक्षितः केवलम् अनिजित् हलन्तम् अङ्गम् अनिजितां हल उपादाय अनिजित् हलन्तम् अस्य नकारस्य लोपनिवारणार्थं काशिकायाम् अस्ति इदित् करणम् अनुनासिकलोपप्रतिषेधार्थम् इदित् करणम् अनुनासिक अनुनासिकलोपप्रतिषेधार्थं मन्ता एतदर्थं तासि इदित् इत्युक्तम् इति अस्ति अनेन इदित् इति उक्तं वा इदित् करणम् अनुनासिकलोपप्रतिषेधार्थं मन्ता इति भवति परन्तु अत्र ओ नकारलोप अनिवारण सूत्रे प्रयुक्तः तासी शब्दः तना द्विवचनमस्ति अतः लुट् लकारस्य विशेषसूत्रम् आसीत् अस्ति परन्तु अत्र इकारः केवलम् उच्चारणार्थः अस्ति इति उक्तम् अष्टाध्यायी डाट् काम् मध्ये अत्र किम् उक्तम् अत्र इकारः उच्चारणार्थः नास्ति इति उक्तम् एतदपि सम्यक् एव खलु यदा तास् इति स्वीकुर्मः चेत् तत्र सकारस्य संज्ञा भवति परन्तु अस्तु लुटः लुट् स्थाने एव तास् आगच्छति न तु तिप् स्थाने न विभक्तौ तु स्मः इत्यस्य प्रसक्तिः न भवति खलु तस्य निवारणार्थं कृतं वा इदित् कारणम् अनुनासिकलोपप्रतिषेधार्थं तस्य विषये अस्ति वा इति पश्यामि अस्ति परन्तु मन्ता सङ्गन्ता इति दत्तम् त दासेः इदित्करणम् अनुनासिकलोपप्रतिबन्धार्थम् एवं सति कुत्रापि अन्यत्र आरम्भं जातम् उदितोनुं धातोः इत्यत्र यद् वक्ष्यति तासि सिचोः इदित् कार्यं नास्ति उच्चारणार्थो निरनुनासिक इकारः पठते इति तद् तद्विरुध्यते नास्ति विरोधः तस्य निवारणार्थमेव अत्र ईकारः योजितः इति उक्तम् अत्र तव तत्र नकारः लोपः भव धातुसंज्ञा परन्तु अनिदितां हल उपदा इति सूत्रे धातुसंज्ञा अतः तद् लोपः भवितुं भवति स्म तद् न इष्टः अतः तत्र इदित् करणम् अनुनासिकलोपप्रतिच्छेदार्थं समीचीनं परन्तु मन्धातोः विषये अस्तु अस्तु अस्तु अवगतम् मन्ता इति रूपं साधय साधनात् इति अस्ति चेत् किं भवति भगिनि तासि इति अस्ति चेत् मन् योगः तासि योगः डेः इत्यनेन तासि इत्यस्य कृते अपि आसि नो नो देन् इ एव लोपः तास् इव तास् ओके इ एव लोपः भवति टि भागत्व ओके देन् तथा इष्टरूपं न सिद्ध्यति न न इष्टरूपं सिद्ध्यति सत्यं तत्र न पुनः आगच्छामः मन्न तास् डा तत्र तासि इति किमर्थं सूत्रे उक्तम् इत्युक्ते यदि तास् इत्येव उक्तं चेत् तत्र सकारस्य लोपः भवति हलन्त्यम् इत्यनेन तस्य निवारणार्थम् ईकारः योजितः तत्र उच्चारणार्थः नास्ति इति न वक्तव्यं प्रायः उच्चारणार्थः अस्ति इति वक्तव्यम् इकारः किमर्थं प्रत्यययोजितः उच्चारणार्थः उच्चारणार्थे खलु अथवा किमर्थम् ईकारः तत्र अनन्तरं तत्र मन्धातोः विषये मन्धातुः तास् तत्र तास् तास्थाने झा इति आदेशः श्रुतः प्रथमस्य डारोरसः इदानीं तेः इति सूत्रेण टीभागः लोपः आस् इति लोपः मन् त ड इदानीं सामान्यतया किं भवति अनिदितां हलद हल उपदायाम् इति इत्यनेन नकारलोपः भवति स्म किमर्थम् इत्युक्ते कितिङ् इति प्रत्यये परे तु अस्ति तत्र धातुसंज्ञा किमपि न आवश्यकम् सामान्यतया तद् भवति स्म परन्तु तद् न इष्टं तद् नकारलोपः भविष्यति यद् भविष्यति सः अनिष्टः अतः तत्र किं कृतं तस्य निवारणार्थं नकारलोपस्य निवारणार्थम् इदित् करणं तासि इति यत् इदित् करणम् अनुनासिकलोपप्रतिषेधार्थम् इति दत्तम् अग्रे अकारलोपः न भवतु इति कारणेन तत्र तास् इति प्रत्ययः न उक्तः तासि इति उक्तः इदित् सो दे हाव् कम् टु द कन्क्लूषन् दट् इकार उच्चारणार्थः नास्ति इति यदि इकारः उच्चारणार्थ केवलम् उच्चारणार्थः तत्र इदित् इति वयं वक्तुं न शक्नुमः अतः एतदर्थं तासि इदित् इति उक्तम् किञ्चित् दीर्घमार्गः अस्ति परन्तु सम्यक् एव इदित् करणम् अनुनासिकलोप्रतिषेधार्थं मन्ता इति रूपम् आसीत् यदि तास् इति एव आसीत् चेत् सकारस्य लोपः अपि भवितुम् अर्हति नकारस्य लोपः अपि भवितुम् अर्हति अग्रे तद् निवारणार्थम् समीचीनम् अवगतं वा विजया भगिनी महोदय तत्र मम सन्देहः तासिति तत्र कथं वा कित् लित् प्रत्यय इति तत्र सा इत्य इत्यनेन वा सा इत्यस्य कित् इति प्रत्यये परे सार्वधातुकमेव नास्ति खलु ओ आमाम् आर्धधातुकम् आमामां लुट् लुट् न कथं वा तत्र कित् प्रत्यय इति नित् प्रत्यय इति स्वीकर्तुं शक्यते तत्र नचित् अनजित् तद् स्थल उपदाय किति इति उक्तं खलु तास् इति कथं वा एतत् कित् अथवा नित् इति कुतः आगतः इति भ्रमः तकारः खलु तकारः इति 6424 भवति तत्र कित्तिङित् प्रत्यये कृते एव अनिदितां हल उपादायाः कित्तिङिति कित् प्रत्यये परे ङित् प्रत्यये परे तास् इति तु कित् अपि नास्ति ङित् अपि नास्ति अनुदिताम् अङ्गानां हलन्तना हलन्तानाम् उपदायन भवति नीति परतु परे किमर्थं तत्र चीदातुः चेता चेतारौ चेतारः भवति खलु चीदातु गुणः भवति खलु नित् कित् कथं भवति हलन्तानां उपदायनस्य लोकः स्यात् किति ङिति च किति अपि नास्ति ङिति अपि नास्ति खलु लुटः प्रथमस्य डारौ रसः तत् न शतासि लुटौ तद् सूत्र प्राप्नोमि तासि लुट् लुट् लुट् अपि टित् एव खलु न तु कित् ङित् ह्यः आतदा तपस्या न रौ रसः एव खलु तत्रापि धा इति त्वसामर्थ्यात् इत्येव उक्तं खलु इत्यनेनैव भवति वा तत्र तत्र नास्ति खलु तत्र न तत्र इत्यनेन एव आत्मनेपदी किं रूपं तत् मन् तास् डा एव खलु कौमुद्यां दीक्षितः वदति स्या तदा तास् एतौ विकरणौ कर्तरीषप् इत्यस्य अपवादरूपेण आगच्छतः एषः पक्षः स्वीक्रियते चेत् लकारस्य आदौ तिभादेशं कृत्वा ततः विकर्णप्रत्ययः आगच्छति इति वक्तव्यम् अस्तु तास् इति तु विकर्णप्रत्ययः समीचीनं परन्तु तत्तु सर्वत्र तत्र यदि तास् प्रत्यये परे गुणः भवति रुच् धातु अस्ति रोचित इति आत्मपदस्य रोचिता रोचिता रोचितार अर्धधातुक सार्धधातुक अर्धधातुकयोः खलु भवति अत्र निति च इति न भवति निति इति कथं वा यत्र निति इति निति च इति निति भवति इति सार्धधातुकमेव अपित् न तु अर्धधातुकं खलु आमां तत्र सत्यम् अत्र किमपि उपदायक इति कथं वा आगच्छति इति तत्र प्रसक्ति कथं वा भवति इति किमपि अनुदितम् एव पूर्णतया एकवारं पठामः तत्र किमपि विस्मृतं स्यात्, बहु पूर्वं घटितवन्तः. अग्रे दत्तं भगिनि तत्सूत्रस्य विवरणं दत्तम् अस्ति अस्ति, परन्तु अत्र कित् प्रत्ययः इति कित् अथवा ङित् इति किमर्थं पक्षद्वयम् इति अस्ति खलु, तत् पठामः वा? किञ्चित् समयः अस्ति, तत् पठामः. कस्य क्रमः आसीत् महोदय? भवान् एव पठतु अत्र पक्षद्वयम्. श्रूयते वा? आं श्रूयते. आम् क्लेशः अन्य एकनिमिषम् विजया भगिनी अस्ति चेत् पठति वा? पक्षद्वयं वर्तते, श्रूयते वा? श्रूयते. एकस्मिन् पक्षे आबीयशास्त्रं नित्यं स्वीक्रियते, अपरस्मिन् च आबीयशास्त्रम् अनित्यं स्वीक्रियते. तेः इति 64143 नीतं हलः उपादाय मिति इति 64024 द्वयमपि आबीयशास्त्रं. जयादित्यः तत्र काशिककारः आदीयशास्त्रम् अनित्यं न मन्यते, अतः टेः इत्यनेन या टी भागलोपः स असिद्धः न भवति इति कारणतः नकारस्य लोपः जायमानः इत्यस्मात् तस्य निवारणार्थं तासि इदित् इति मत्वा एव निवारणं सिद्ध्यति. वामनः तु अस्तु, जयदित्यवामनः खलु, जयदित्य वदति. अतः वामनः तु आदीयशास्त्रम् अनित्यम् इति मन्यते, अतः तेः इत्यनेन टी भागलोपः सः असिद्धः इति कारणतः तासि इत्यस्य इकार उच्चारणार्थम् इति प्रतिपादयति. तत्र आदीयशास्त्रमिति असिद्धमिति कृत्वा तत्र वामनः वदति इकारः उच्चारणार्थम् इति, परन्तु जयादित्यः वदति एतत् आदीयशास्त्रम् अनित्यं न नित्यमिति कृत्वा तत्र इकारः उच्चारण नास्ति इति, तद् निवारणार्थं नकारस्य लोपनिवारणार्थम् इति. परन्तु तत् अनुयितां हल उपदायक इति पश्यामि, अनुयितां हलन्तानां श्रूयते वा? श्रूयते वा महोदय? अनुयितां हलन्तानाम् अङ्गानाम् उपादायः नकारः लोप भवति कीतिनिति प्रत्ययपदे. इत् इत् अस्ति येषां ते इदितः न इदितः अनिदितः बहुभिः गर्भ नैतपुरुष तेषाम् अनिदितं तत्र तत्र तिङ् इति प्रत्ययः खलु, तिङ् प्रत्ययः ङित् इति स्वीकृतवन्तः वा? तत्र प्रत्ययत्वम् आरोपितं नास्ति, तत्र रुचिधातोः रोचिता इति भवति, रुचिधातोः रोचिता इति भवति खलु. सत्यं, परन्तु तदा परन्तु इदानीं प्रश्नः अनिदितां हल उपदायाङ्गिति इत्यस्य निवारणार्थमेव खलु, तस्य प्रसक्तिः एव नास्ति चेत् तस्य किमर्थं वारणम्? तदेव तत्र तास् इति प्रत्यय इति आत्मनेपदीप्रत्ययस्थाने इति अस्ति, एते अपि प्रत्ययः इति स्वीकृत्य करणीयं वा? तदपि समीचीनं नास्ति खलु. तिङ् इति अस्तु, तिङ् आत्मनेपदी सा इति प्रत्ययः आत्मनेपदी इति स्वीकृत्य वा? आत्मनेपदी परन्तु अत्र नास्ति, रोचिता इति अत्र गुणः भवति. चेता अपि तत्र चेता चेता चीदातोः चेता चेता रोचेतार इति तत्र तस्य प्रत्ययः अपि अस्ति, तत्र गुणः न भवति कित् इति निश्चीकृत्य भवति खलु. तदेव किमपि वयं मिस् भवति, किमपि अस्ति किमपि अस्ति यत् पठितविषयः एव भवति, तदेव आमां तदेव किमपि ज्ञातविषयः एव, नूतनविषयः किमपि नास्ति. एतत् मूलविषयः अस्ति, विस्मृतवन्तः मूलविषयः. मन् धातोः मन् एव धातुः खलु, तत्रापि किमपि न भवति. एकनिमिषं रूपं रूपसिद्धिः इत्यत्र पश्यामि एकवारं तत् मन् धातुः खलु मन् धातुः तत्र नकारस्य पिवादौ आत्मने तदस्ति एकं स्वीकुर्मः मन् धातुः मनुते इति अस्ति एकं मनुते तनादिगणे प्रायः तत्र क्षम्यता स्वादिगणे अस्ति मनुते इति मनुते लुटः प्रथमस्य डारौ रसः तेः नश्चापदान्तस्य किमपि षष्ठी थ लुटः स्थाने थ इति आदेशः समीचीनं ता तद् नास्ति किमपि अन्यत् एव तत्र प्रसक्तिः एव नास्ति चेत् किमर्थं चिन्तनम् अत्र तु उत्तरं नास्ति भगिनि दित् इति कथं नित् भवति कित् कित् गित् नित् खलु गित् इति अस्ति ककार गकारः अस्ति तत्र कित् गित् नित् इति अस्ति खलु निति च इत्यस्मिन् त्रयः ककार गकार ङकारः परन्तु डकारः नास्ति परन्तु डकारः तु दित् खलु दित् तद् नास्ति इत्यस्य किमपि प्रायः डित् आरोपः प्रत्ययः प्रायः भवेत् परन्तु न तादृशं न भवति खलु वयम् इदानीं चेता चेतारौ चेतारः इत्य तत्रापि डित् अस्ति खलु रोचिता रोचिता रोचितार इति कित्वम् आरोप्यते वा इको जल् हलन्ता च तत्र गुणः भवति खलु तद् नित् नित् भवति चेत् गुणनिषेधः भवति खलु गुणनिषेधः गुणः भवति खलु अन्यत्र वयं दृष्टवन्तः रूपाणि तादृश अस्ति खलु गुणः भवति एव चेत चीदातो चेत् रुचिदातो रोचिता इत्यादि तत्र तादृशमस्ति ड इत्यनेन नित्वं नास्ति ड इत्यनेन नित्वं नास्ति इक्लक्षणस्य एव गुणस्य प्रतिषेधः अन्यप्रकारस्य गुण न को गुणवृत्ति आत् गुणः तत्र किमपि नास्ति यदा तत्र किमपि नास्ति चेत् वयमेव ओवर्लुक् कुर्मः बहु सामान्यविषय किमपि अस्ति सः चिन्तयामः किम् अस्ति एतत्तु आभीयशास्त्रस्य विषये वदति न तु कित्तिङ् इति प्रत्यये परे बट् लुक्ट् आददादिकं देन् ईडागमः अपि चिन्तनं भवति खलु भगिनि आम् आम् आम् ईडागमचिन्तनं तु भवति आम् सत्यं भवति एव अनिदितां विषये किं तत्र केवलम् इत् इदित् विषये एव वदति न तु प्रत्ययस्य विषये इति मम चिन्तनम् अनिदितां हल उपादायाङ्निति केवलं तद् किमर्थं तासि इति अस्ति इत्यस्य एव विषये वदति न तु अन्य किमपि इदित् कारणम् अनुनासिकलोपप्रतिषेधार्थम् तदेकवारं पठित्वा समापयामः लुटः किमर्थं तद् सङ्ख्या किं 2475 तत्र तदेव तस्य विषये एव तद् वारणार्थमेव एतत् तु अन्य प्रसक्तिः विषये किमपि न लुडादेशस्य प्रथमपुरुषस्य परस्मैपदे पदस्य आत्मनेपदस्य च न अत्र न भवति खलु तद् एतत्तु तद् तासि स्यतासि लृतोः तत्र भवति तत्र एव तासि इत्यस्य चिन्तनं खलु लृरूपम् उत्सृष्ट अनुबन्धं सामान्यम् एकमेव तस्मिन् लुटि च परतो धातोः यथासङ्ख्यं च्यतासि प्रत्ययोगतः करिष्यति अकरिष्यत् श्वः कर्ता इदित् करणम् अनुनासिक 3133 इदित् करणम् अनुनासिकलोपप्रतिबन्धार्थम् इति उक्तं तत् एव तदेव पठितव्यं किमपि न सन्निपातलक्षणपरिभाषया उपस्थाना न किमपि दत्तम् अत्र एतत् यदस्तम् अह बहु किमपि दत्तम् महोदय प्रायः तत्र प्रायः तत्र अनन्तरं यदस्ति प्रत्यय कृते एव प्रायः चिन्तयामि शतासीलुटोः अनन्तरं वा आमां आम् तत्र प्रत्यय इदानीं तास् तास् इति इदानीं तत्र अङ्गं भवति खलु तस्य मन्ता इति अङ्गमस्ति खलु इदानीं तस्य नास्ति इदानीं अनन्तरं तदस्ति तत्र स्थाने डा इति आदेशः भवति खलु तत्र डा इति आदेशः भवति खलु तदेव अपि प्रत्यय इति प्रायः आम् परन्तु तत् तिम्बति इति सर्वाणि तत्र तादृश भवति इति सर्वत्र तिप् इदानीं तिप् स्थाने खलु तिप् स्थाने एव तिप् इति तदेव प्रायः अन्यत् किमपि नास्ति तदेव अत्र एकम् उक्तं खलु तत्र अष्टाध्याय डाट् काम् मध्ये तद् स्या तथा तास् एतौ विकरणौ कर्तरीषप् इत्यस्य अपवादरूपेण आगच्छतः एषः पक्षः स्वीक्रियते चेत् लकारस्य आदौ तिबादेशं कृत्वा लकारस्य आदौ एव तिबादेशं कृत्वा ततः विकरणप्रत्ययः आगच्छति इति स्मर्तव्यम् अतः पट् योगः तास् योगः लुप् पट् योगः तास् योगः तिप् तिप् इति इदानीं तिप् तस् इति अस्ति तिप् तत्र ति इति अपि प्रत्ययः तस् इति अपि प्रत्ययः इति प्रायः स्वीकरणीयं तादृशं स्वीकृत्य तदेव वयं चिन्तयामि उत्तरं नास्ति परन्तु अपित्वात् अपित्वात् अपित्वात् नित्वम् पित्वात् नित्वम् इति वा तदेव एकं चिन्तनं सम्यक् भवति प्रायः तदेव अहमपि अन्यत्र कुत्रचित् अस्ति वा इति पश्यामि केवलम् अङ्गनिर्माणार्थम् एव अस्ति तत्र अङ्गनिर्माणार्थम् एव तत्र वयं तत्र प्रायः अर्धात्मकप्रक्रिया कुर्मः अनन्तरं यदस्ति अस्ति तत्तु सामान्य तत्र सार्वदत्तक इव भवति इति प्रायः तादृशचिन्तनं प्रायः भवति अतः तत्र पित् अपित् अस्ति चेत् नित् पित् अस्ति चेत् पित् अस्ति चेदपि गुणस्य प्रसक्तः नास्ति प्रसक्तिः नास्ति नास्ति तास् इति परन्तु अन्यत्र अन्यत्रापि समानरीत्या अस्ति वा इति द्रष्टव्यम् अन्येषु धातुषु अपि समानरीत्या आगच्छति वा तथैव भवति खलु, तत्र गुणस्य प्रसक्तिः न भवति, किमर्थं ता इति भवति खलु, सर्वतास् इति भवति, तत्पूर्वमेव गुणः भवति, सत्यम् अनन्तरमेव आगच्छति, अनन्तरमेव आगच्छति खलु, अतः सत्यं तिप् अनन्तरमेव आगच्छति, पूर्वं गुणः भूत्वा अनन्तरं तिप् अस्माकं ब्रह्मः इत्यस्मिन् तत्र तास् इति प्रत्यये नीत्वा इति तद् नास्ति, परन्तु तिङ् प्रत्यये सन्ति तदेव सा इति इत्येव तिङ् प्रत्यये एव तस्य स्थाने यथा तत् आदेशः अपि कित् नित् प्रत्ययत्वात् गुणनिषेध गुणनिषेधः इति स्वीकर्तव्यः अथवा केवलं तासि विषये एव वदति, अन्यत्र अन्यत् किमपि नास्ति इति, परन्तु धातुः उक्तं खलु, अतः एतदेव सम्यक् भवति, अपित्वात् गुणनिषेधः अथवा अपित्वात् नित्वं न तु गुणनिषेधः नित्वात् अनिदिताम् अनिदितां हल उपादायाम् इति इत्यस्य कार्यं तदपि निवार्यते इदित् कृत्वा. अस्तु, वयमेव इदानीं कमेण्ट्रीस् लिखितवन्तः. तास् इत्येव दृश्यते धातुना. आं सत्यं, तत्र प्रथमं तास् एव आगच्छति. तास् अनन्तरमेव तिप् अस्ति इत्यनेन तिप् स्थाने तिप् स्थाने ओके सत्यं इडागमः इडागमत् अनन्तरमेव डारोरसः स्वीकृतवन्तः पट् धातोः विषये. अत्र आर्धधातुकस्य इड् वलादेः अनन्तरमेव लुटः प्रथमस्य डारोरसः, अतः तद् बाधितम् इति महोदयेन उक्तं खलु, चेष्टा चेष्टारौ गुण अस्ति इति, तद् पूर्वमेव भवति पूर्वमेव बिफोर् तिप् पूर्वमेव पुनः तद् भूत्वा अनन्तरमेव तिप् आगच्छति, अतः गुणस्य बाधा न तास् इति आर्धधातुकप्रत्ययम् इत्यनेन गुणः भवति सार्वधातुक तद् भवति अनन्तरमेव अनन्तरमेव अस्ति इति इदानीम् अस्माकं निर्णयः समाधानं सम्यक् वा इति अग्रे पश्यामः. अन्यः मार्गः नास्ति, तदेव अस्ति चिन्तयामि, तत्र तादृशक्लेशः नास्ति इति तत्र अहमपि पश्यामि अन्यत्र कुत्रापि अस्ति वा इति पश्यामि, परन्तु सम्यक् एव इति चिन्तयामि, पश्यामः. अध्ययनेन तत्र वयं सामान्यं विस्मृतवन्तः, सामान्यनियमः किमपि, तदेव मम अपि चिन्तनम् एतत् बहु दीर्घं किमपि पठित्वा सामान्यनियमः किमपि वयं विस्मृतवन्तः. पश्यामि अहमपि किञ्चित् सावधानेन चिन्तयामि चेत् आगच्छति. अस्तु, अद्य समापयामः, अग्रे अग्रिमसप्ताहे. धन्यवादः, धन्यवादः भगिनी, धन्यवादः. धन्यवादः.